अधुना ग्रन्थकारः रूपकालङ्कारं परिचाययति विषय्यभेदतादरूप्यरञ्जनं विषयस्य यत् रूपकं तत् त्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः इति विषयी अभेदतादरूप्यरञ्जनं विषयस्य यत् तद्रूपकम् इति प्रथमं रूपकस्य विवरणं ददाति. नाम अत्र विषयी नाम उपमानम् इति चिन्तयन्तु भवन्तः. विषयो नाम वर्ण्यं वस्तु इति चिन्तयन्तु. अतः तयोः मध्ये अभेदतादरूप्यं यदि रज्यते तर्हि रूपकालङ्कारो लक्ष्यते इति. अभेदो वा तादरूप्यो वा यदि दृश्येते तर्हि रूपकालङ्कारोऽस्ति तत्र इति. पुनश्च रूपकालङ्कारः त्रिधा विभक्तः आधिक्यन्यूनत्वानुभयोक्तिभिः इति उक्तं खलु. आधिक्यन्यूनत्व अनुभयोक्तिभिः इति कदाचित् तादृप्यकथने विषयस्य वा विषय्याः वा क्षम्यतां विषयस्य वा विषयिणः वा आधिक्यं वर्ण्यते, न्यूनता क्वचिद्वर्ण्येत, क्वचित् उभौ अपि न स्याताम्. त्रिप्रकारकः भवति रूपकालङ्कारः इति श्रीमतः अप्पय्यदीक्षितस्य कथनम्.